नमस्कारः सर्वेभ्यः सर्वेभ्यः नमस्कारः. अस्माकं समासचिन्तनवर्गे सर्वेषां सुस्वागतम्. इदानीं प्रार्थनां कुर्मः. वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. येन अक्षरसमां नायम् अधिगम्य महेश्वरा कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्. अथ माहेश्वराणि सूत्राणि ऐऊन् ऋक् एवोङ्ग् अयौच् अयवरट् लन् ञमाङ्गाणम् झभै घष जबदश खाफा छाठा छटतौ कपै शशसर् अल् इति माहेश्वराणि सूत्राणि. अस्तु, इदानीं वयम् अव्ययभावसमासे तत्र अव्ययं विभक्तिसमीपसमृद्धिवृद्धि अर्थाभाव अत्ययसम्पृत्तिशब्दपातृभाव पश्चादयत्थानपूर्वयोगपद्य सम्पत्तिसाकल्य सादृशसम्पत्तिसाकल्य अञ्चवचनेषु साकल्यान्तवचनेषु इति दीर्घसूत्रमस्ति. तत्सूत्रं तत्र विशेष अर्थाः के इति पश्यन्तः स्मः. अत्र अस्तु, प्रथमं तत्र अविभव इति अधिकारः अस्ति, तत् पठेम पुस्तकात्. समासाधिकारे तत्र पुटसङ्ख्या 37 तः पठति अद्य. रोहिणी भगिनी भवती पठति वा एकवारं पारायणं करोति वा? आं महोदय, पठतु. पठतु भगिनि. पठतु पठतु. प्राक्कडारसमासः सह समर्थपदविधिः समर्थपदविधिः शुभामन्त्रिते पराङ्गवत्स्वरे प्राक्कडारसमासः सह सुभा अव्ययीभावः अव्ययं विभक्तिसमीपसमृद्धिवृद्धि अर्थाभाव अत्यय सम्बधि शब्दप्रादुर्भाव परा पश्चात् पश्चात् यथानुपूर्व यौगपद्य सादृश्यसम्पत्तिसाकल्यान्तवचनेषु यथा सादृश्ये यावदवधारणे सुप्रदिना मात्रार्थे अक्षशलाकासङ्ख्यापरिणा विभाषा अपपरिबृहिरञ्जवपञ्जम्या आं मर्यादाभिविद्योः लक्षणेनाभिप्रति आभिमुख्ये अनुर्यत्समया यस्य चायामः तिष्ठद्भुत्प्रभृतीनि च पारे मध्ये षष्ट्या वा सङ्ख्यावंश्येन नदीभिश्च अन्यपदार्थे च संज्ञायाम् अन्यपदार्थे च संज्ञायां तावदेव अन्यपदार्थे च संज्ञायाम् आं महोदय. विभक्त्यर्थे अव्ययं किम्? अधि अधि इति अस्ति समीचीनं. समीपार्थे उप इति समीपार्थे अस्ति. समृद्ध्यर्थे तत्र उदाहरणसहितं वदतु. यः कोऽपि वदति उदाहरणसहितं वदतु विभक्त्यर्थे इत्युक्ते तत्र विभक्त्यर्थे अधि इति अव्ययम् उदाहरणम् अधिहरि अधिहरि. समीचीनं भगिनि, इदानीं धन्यवादः. अरविन्द महोदय तत्र समीपार्थे तस्य उदाहरणसहितं वदतु महोदय, तदा एव मनसि तिष्ठति. तत्कारणेव पृच्छामि. उप इति अव्ययं भवति उपनदी इति उदाहरणं. उपनदी उपनदी इति समीचीनम्. उपनदी अस्ति तत्र. नदी इति शब्दस्य वैशिष्ट्यम् अस्ति वा? नदी इति शब्दस्य वैशिष्ट्यम् अस्ति वा? उपनदी इति केवलम् एकं रूपं भवति वा अन्यरूपमपि भवति वा? उपनदी इति उपनदी इति एवं रूपं तिष्ठति. एकमेव रूपं वा? नदी पौर्णमास्याम् अग्रहाणीभ्यः. नमस्कारः भगिनि. स्मरति वा महोदय? नदी पौर्णमास्याम् अग्रहायणीभ्यः इति सूत्रमस्ति. तेन सूत्रेण किं भवति? टच् तदा भवान् नदी इति उक्तवान् तत्कारणे पृच्छामि. अथवा सत्यम् उपवनम् इति सामान्यरूपं यदा उक्तवान् स्यात् तदा भवान् इदानीं कष्टं न भवति. अस्तु चिन्ता मास्तु, अस्माकं अभ्यासः एवमेव भवति. नदीपौर्णमासमग्रहाणीभ्यः इति अस्ति. तेन सूत्रेण टच् विधानं भवति. टच् विधानेन किं भवति? यस्य इति च इति सूत्रेण इकारस्य किं भागस्य इकारः इकारस्य लोपः भवति. अकारः टच् मध्ये यः अकारः अस्ति उपनदम् इति भवति. सत्यम्, समीचीनम्. अस्माकं स्मरणार्थं किञ्चित् अवसरः भवान् दत्तवान्. धन्यवादः महोदय. सर्वं दत्तवान् इदानीम्. अस्तु, कुत्र विभक्तिसमीप संवृद्धि संवृद्ध्यर्थे संवृद्ध्यर्थे विनय महोदय. भवान् मुद्राणां समृद्धि सुमद्रं सुमद्रम् इति समस्तपदं भवति. सुमद्रं समीचीनं, समीचीनं. तदनन्तरं रामुलु अरुणा भगिनी इति अञ्चिदेमि. अरुणा भगिनी वा? नमस्कारः महोदय. नमस्कारः. दुष् वा दुर् दुर् दुर् दुष् उदाहरणं भवतु. प्रदर्शयिष्यामि. दुर्यवनं दुर्यवनं दुर्यवनम् विद्यते. अतः विगतः वृद्धिः अर्थम् अस्तु. धन्यवादः भगिनि. उषा भगिनि अर्थाभावर्थे अर्थाभावः निर् निर्मक्षिकं निर्मक्षिकं निर्मक्षिकम् इति अस्ति अर्थाभावार्थे निर् इति अस्ति अत्यर्थे वेस्टेस्टर् एन् वै 9148830207 नामुच्यतां कृपया 9148863027 कस्य संख्या अस्ति 9148863027 क्षम्यतां सरला भगिनि अस्तु भवति वदति वा अत्यर्थे अति अति अति इति अव्ययम् आगच्छति अति इत्युक्ते विनाश भवति इति आगच्छति किं नाशः अत्यः इत्युक्ते नाशः नाश इत्युक्ते नाशः कस्य नाशः अति अर्थम् इति अतिनिद्रा उदाहरणम् अतिनिद्रायाः नाशः वा अति तत् सम्प्रतिकाले भवति निद्रायाः शीतम् अतिहिमम् इति अतिहिमं हिमस्य नाशः अति अर्थं न भवितुं शक्नोति अर्थस्य विनाशः भवति अति अर्थम् इत्युक्ते धनम् इति अतिधनं धनं सत्यम् अति अर्थम् इति अपि अस्ति तदपि वदामः अति अर्थं समीचीनं तत्रापि निर्मिस् इति निरपि भवितुमर्हति तदनन्तरम् असम्प्रत्यार्थे गोमती भगिनी नमस्कारः नमस्कारः असम्प्रत्यर्थे अयोगकाले इति अर्थः अति इति अव्ययम् आगच्छति तत्र अतिनिद्रं सत्यं समीचीनं निद्रा अधुना न संयुज्यते अर्थः तत्र शब्दप्राप्तिर्भावार्थे शब्दप्रद इति भवति इति गोविन्दम् इति अस्ति तदनन्तरं पश्चादर्थे अनु इति तद् इदानीं पठेम तत् पश्चादर्थे भगिनी एकनिमिषं तत्रैव वयं स्मः सूत्रे पश्चादर्थे इति तत्र एकादश बिन्दुः अस्ति एकादशः बिन्दुः अस्ति सूत्रे पश्चादर्थे अनन्तरम् अव्ययम् इति अस्ति ततः आरभ्य रोहिणी भगिनी पठति वा लेवेन् सूत्रे पश्चादर्थे इति अस्ति एकनिमिषम् भगिनि अहमेव अत्र शेर् करोमि अथवा नवम भगिनि सत्यं नवम रोमन् नवमबिन्दु एव पश्चादर्थे अनन्तरम् अव्ययं पश्चात् इत्यस्य अनन्तरम् इत्यर्थः अत्र अनु इति अव्ययस्य प्रयोगः क्रियते विष्णोः पश्चात् अनुविष्णु प्रक्रिया यदा इति हरि इत्यस्य आसीत् तथैव सर्वासु विभक्तिषु अनुविष्णु इत्येव समासः. पश्चादर्थे अनु इति अव्ययम् उपयुज्यते. अनु इति अव्ययं भवति तदा अनुविष्णु अनु विष्णोः पश्चात् इति अस्ति. तत्र विष्णोः इति तत्र अलौकिकविग्रहवाक्यं कथं भवति? न जानामि. अस्तु विष्णोः पश्चात् इत्यत्र अलौकिकविग्रहवाक्यं किं? विष्णु न अनु विष्णु न्यस् अनु सत्यं भवान् भवती जानाति एव किमर्थं विष्णु न्यस् अस्तु. प्राक्कडारसमासः इति सूत्रेण समाससंज्ञा विधीयते. देन् अव्ययीभावः इति सूत्रेण समस्तपदस्य अव्ययीभावसंज्ञा. अव्ययं विभक्ति इति दीर्घसूत्रेण अनु इति अव्ययं विष्णु इति सुबद्धेन सह समस्यते. समीचीनं. समस्तपदस्य प्रातिपदीयसंज्ञा अस्ति तस्मात् सुबोधातुकयोः इति सुप् लुक् भवति. विष्णु अनु इति स्थिते प्रथमनिर्दिष्टम् उपसर्जनं भवति. अव्ययं विभक्ति अपि दीर्घसूत्रे अव्ययम् इति पदं प्रथमया निर्दिष्टं तस्मात् अनु इति पदम् उपसर्जनं भवति. उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनपदं पूर्वं भवति अनु विष्णु इति भवति. अनु विष्णु इति भवति. अनन्तरं लिङ्गनिर्णयं समीचीनं. नपुंसकलिङ्गे भवति. पश्चात् न जानामि. एतावता भवति समीचीने उक्तम् अणु विष्णु इति स्थिते. अनन्तरं लिङ्गनिरन्तरं सुब् विभक्तियोजनं भवति. अनुविष्णु सुप् तत्र रसोनंसके प्रातिपदिकस्य इति सूत्रेण तत्र पुनः अनुविष्णु एव तिष्ठति. तदनन्तरं सुप् योजनं सुप् योजने किं भवति? सुपादातुप्रातिपदिकयोः इति सूत्रेण सुप लुक् भवति. न सुपोलाघातुप्रातिपदिकयोः न. तत्र किं सूत्रं कार्यं करोति विनय् महोदय? सुप् तदनन्तरं सुब् लुक् भवति अव्यात् आप् सुप् सूत्रेण आधारेण. अतः कोऽपि अदन्तमस्ति नास्ति. अतः अनुविष्णुः प्रयोगसिद्धः. अनुविष्णुः इति भवति वा? अनुविष्णुः अनुविष्णु इत्येव भवति. हा अनुविष्णु विष्णुः इति न भवति. विष्णुः विसर्ग सुपु लोक् लुप्तः चेत् विसर्ग न भवति. प्रोनौन्सियेशन् चिन्ता मास्तु महोदय. चिन्ता मास्तु. एवं रथस्य पश्चात् अनुरथं तत्र रथस्य पश्चात् तत्र किं वैशिष्ट्यं महोदय? विनय महोदय, भवान् रथ रथ इस् अदन्त पदमस्ति, अतः अनु अमेल रथ योग अनस योग अनु तदनन्तरं तत्र समासान्तकार्यं वदतु महोदय. समासान्तकार्यं किम् इति वदति? समासान्तकार्यम् अत्र एक समासान्तकारम् अदन्त अस्ति, परन्तु एकक्षण रथस्थ परन्तु अत्र कोऽपि कार्यं नास्ति टच् आगन्तुं टच् करणीयं, परन्तु अनु रथ रथयोग नस्योग अनु तदनन्तरं प्राक् कडरात् अपि च अव्यभाव प्राकरात् सामान्यसंज्ञा अविभावः विशिष्ट समाससंज्ञा तर्हि ते दीर्घसूत्रव्ययं भवति समीपसमृद्धि वृद्धि अर्थभाव त्या सम्प्रति शब्दप्रादुर्भाव पश्चात् इत्यादि, परन्तु इदं अयं सूत्रं कार्यद्वयं करोति, अव्यय अनव्ययं सह समस्यते वा तदन्तविधि उपरान्त सुबन्तं सुबन्तेन सह समस्यते, द्विकार्यं प्रथमं निर्दिष्टम् अव्ययमस्ति, तदनन्तरं वयम् अग्रे गच्छामः. तर्हि उपसर्जनसंज्ञा भवति, उपसर्जनं पूर्वं भवति, कार्यं भवति पूर्वनिपात फलमस्ति, उपसर्जनं पूर्वं हेतु कार्यं भवति, कार्यफलं पूर्वनिपात अस्ति. तदनन्तरं अनु अनु अनु योग नस् यो न रथयोग नस् योग अनु अस्ति, तदनन्तरं तद्धितसमासः च प्रातिपदिक भवति, प्रातिपदिक भवति तदनन्तरं सुपधातुपादिपदिकयोः अवयव नस् निष्कासितः, अतः अवशिष्यते अत्र रथ योग अनु, तदनन्तरं उपसर्जनसंज्ञा आयाति, मम दोषः, उपसर्जनसंज्ञा तदनन्तरम् उपसर्जनपूर्वं तत्र पूर्वे निपात भवति, तदनन्तरम् अनु रथ भवति, अनु रथ अत्र अदन्तम् अस्ति, यथा रथ अनुरथ प्रातिपदिक अस्ति, तदनन्तरं वयम् अग्रे गच्छामः. यदि अदन्तमस्ति तर्हि अग्रे अवैभाव अवैभावचः संज्ञा वदति अव्यभाव अपि च नपुंसकम्, अतः नपुंसकं करणीयं वयं प्रातिपदिक प्रति सौजस् सुप् प्रत्ययः आनयति, तदनन्तरं तदनन्तरं अव्यातसुप् लुक् उपेक्षितः, तदनन्तरं त्रीणि सूत्राणि क्रमेण आयान्ति, सूत्र कथं सूत्र न वैभावात् अतो अम् तु अपञ्चम्यः, तदनन्तरं परन्तु अत्र केवलं भावः अम्भावः अस्ति, तदनन्तरं द्वितीयसूत्र कार्यहेतु अमिपूर्वः भवति, अमिपूर्वः पूर्व आदेश पूर्व योगात् पर परन्तु अमि सप्तमी विभक्ति अस्ति अम् प्रत्ययः अस्ति तदनन्तरम् अम् वयम् अनु रथम् अत्र भवति त्रयः सूत्रः तृतीया सप्तम्योः बहुलं तृतीयसप्तम्योबहुलं पूर्वसूत्रेण आधारेण अम्भावः विहितः परन्तु अत्र अपवादः नास्ति परन्तु बहुलं विकल्पेन कारणेन अम्भावः भवति परन्तु अत्र विभक्तिकोशः त्रयः तृतीय रामवत् पञ्चमी अपञ्चम्याः भावना अस्ति सप्तमी आल्सो अथ रामवत् अपि च अम्भावः अस्ति अथ तृतीय पञ्चमी अपि च सप्तमी भक्ति अत्र भवति रूपम् अतः अनुरूपम् अरथं सारि अनुरथं वा अनुरथेन अनु रथाभ्याम् अनुरथैः अस्ति पञ्चमी अनुरथात् अस्ति तदनन्तरं सप्तमी अनुरथे अनुरथयोः अनुरथेषु अपि च अनुरथम् किमर्थं नत्वं न अस्ति अनुरथेन इति नत्वं भवान् अहं केवलं नत्वं सम्बन्धे चत्वारि सूत्राणि भवन्ति परन्तु अत्र अनुरथम् अनुरथेन बाधा करोति अट् अन्तर्भूतः थ नास्ति अस्तु अनुरथेन धन्यवादः अस्तु इदानीं शिष्यस्य पश्चात् अनुशिष्यम् इति अस्ति तत्र अनुशिष्येन इति नत्वं भवति अत्पुप्पाङ्गुं इति सूत्रेण तत्र भवति अनुगोपालम् अनुगोपालम् इति अस्ति तदपि गोपालस्य पश्चात् इति गोपालस्य पश्चात् अस्तु महोदय धन्यवादः इदानीम् अग्रिमं तत्र सूत्रे अव्ययविभक्तिसूत्रे यथार्थे यथा अर्थे यथा इति अस्ति तत् म्यूट् मध्ये भवतु महोदय विनय महोदय म्यूट् मध्ये भवतु महोदय मम म्यूट् अस्ति नास्ति म्यूट् करोतु इति अहं प्रार्थयामि ओ म्यूट् म्यूट् करोमि अतः म्यूट् कुर्मः अस्तु तत्र यथा अर्थे तत्र अरविन्द महोदय भवान् करोति वा यथा अर्थे दशमबिन्दु दशमबिन्दु सूत्रे यथार्थे योग्यता दीप्सा पदार्थ अनतिवृत्ति सादृश्यम् अव्ययम् योग्यता दीप्सा पदार्थ अनतिवृत्ति सादृश्यानि अर्थात् अव्ययं विभक्तिसमीपसम्प्रति व्यर्थ्यर्थाभावत्ययसम्प्रति चतुर्भावपश्चात् यदानुपूर्वे अवबद्धसादृश्यसम्पत्तिसाकल्यान्तवचनेषु इति सूत्रे यथा इति शब्दस्य चत्वार अर्थाः सन्ति योग्यता दीप्सा पदार्थ अनतिवृत्तिः अपि च सादृश्यं योग्यता इत्युक्ते उचितः अर्हता इत्यर्थः, दीप्सा अर्थात् वारं वारं रिपिटिशन् इत्यर्थः, पदार्थ अनतिवृत्तिः इत्युक्ते पदार्थस्य अनुलङ्घनं नाट् एक्सीडिङ्ग् इति, सादृश्यम् इत्युक्ते सदृशता समानता इति। एतेषु अर्थेषु समासस्य उदाहरणानि प्रदर्श्यन्ते। प्रथममस्ति योग्यार्थः, तद् एकैकम् उदाहरणे अर्थम् आयाति कृत्वामेव न दत्तमस्ति। अस्तु महोदय, प्रथमम् उदाहरणं योगार्थे करोतु। योगार्थे अनु इति अव्ययस्य प्रयोगः क्रियते। अनु इति अव्ययस्य बहवः अर्थाः सन्ति, पश्चात् सादृश्यं लक्षणे इति। रूपस्य योग्यम् अनुरूपम्, रूपस्य योग्यम् अनुरूपम्। अलौकिकविग्रहस्यं रूपः योगः, नस्योगः अनु। प्राक्कडारसमासः इति सूत्रेण समाससंज्ञा भवति। अव्ययभावः इति सूत्रेण समासपदस्य अव्ययभावसंज्ञा भवति। तदनन्तरम् अव्ययविभक्तिसमीपसम्प्रतिव्यर्थाभावत्ययसम्प्रतिशब्दप्रादुर्भावपश्चात् यदानुभूयसादृश्यसम्पत्तिसाधन्यान्तवचनेषु इति सूचेण अनु इति अव्ययं समर्थेन रूप इति सुबन्धेन सह समस्यते। तदनन्तरं रूपः योग रूपायोगान्नस्योग अनु इति समासस्य प्रातिपसंज्ञा भवति कृत्तदिदसमासस्य इति सूत्रेण। इदानीं सुप्रत्ययः लुक् भवति सुपो धातुप्रातिपदिकयो इति सूत्रेण। तदनन्तरं रूपः योगः अनु इति रूपं सिद्ध्यति। तदनन्तरं किं पदं पूर्वनिपातं पूर्वं विन्यस्यति, किं पदम् उत्तरं गन्यस्यति इति सूत्र इति कर्तुं शक्यते चेत्, प्रथमं समास उपसर्जनम् इति सूत्रेण अनु इति अव्ययपदस्य उपसर्जनं संज्ञा भूत्वा उपसर्जनं पूर्वम् इति सूत्रेण तस्य पूर्वनिपातं भवति। तदनन्तरम् अनुरूप इति रूपं सिद्ध्यति। अनुरूप इति रूपं, तदनन्तरम् अव्ययभावश्च इत्यनेन समास अव्ययभाव समासेन निर्मितशब्दस्य अव्ययम् इति संज्ञा भवति। एवम् अव्ययभावश्च इति द्वितीय अध्यायवर्तिसूत्रेण तस्य लिङ्गं भवति नपुंसकलिङ्गम् इति कारणेन अनुरूप नपुंसकलिङ्गम् इति कृत्वा कृत्स्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण अन्तिम प्रातिपदिकान्तस्य कृत्स्वत्वं भवति नपुंसकलिङ्गे। पूर्वमेव ह्रस्वत्वम् अस्ति कृत्वा किमपि कार्यं न दृश्यते, किन्तु सूत्रस्य प्रसक्तिः अस्ति। तदनन्तरं लुप् सुप् विधीयते ज्ञाप्रातिपदिकात्, एवं सु औजस् इति दीर्घसूत्रेण अनुरूपः योग सु इति स्थिते अव्ययताप् सुपः इति सूत्रेण लुप् भवितुम् अर्हति, किन्तु अकारान्त अस्ति कृत्वा न अव्ययभावः ततोऽन्त्वा पञ्चम्या इति सूत्रेण लुक् निषिद्धीकृत्वा आम् आदेशः भवति सर्वासु विभक्तिषु पञ्चमीं विहाय। पञ्चमी विभक्ति तु समानम् अनुरूपात् इति एवं भवति। अन्यासु विभक्तिषु अनुरूपम् इति अमिपूर्व इति सूत्रेण सद्धिं कृत्वा उत्पद्यते। इत्युक्ते अनुरूपम् इति सर्वासु विभक्तिषु पञ्चमी विभक्तिषु अनुरूपात् इति भवति। तृतीया सप्तम्यर्बहुलम् इति सूत्रेण विकल्पेन तृतीया एवं सप्तमी रूपद्वयं वर्तते, अनुरूपम् अनुरूपेण अनुरूपम् अनुरूपे इति रूपाणि सिद्धं भवति. तत्र एवमेव अनुगुणम् एव अनुगुणम् अनुयोग्य अनुलेखम् इत्यादि पदानि अनुलेखं पदानि भवति अनुविद्यालयम्. अत्र उदाहरणार्थम् एकं वदामि. तत्र रामायणे एकं श्लोकः अस्ति, तत्र अयोनिजां सीमां ज्ञात्वा न अध्यगच्छत् स चिन्तयन् सदृशं च अनुरूपं च महीपालस्पतिं मम इति सूत्रमस्ति, श्लोकः अस्ति, सूत्रं नास्ति श्लोकः अस्ति. अत्र अस्मिन् श्लोके सीता वदति तत्र अयोनिजाम् अहम् अयोनिजाम् अस्मि इत्युक्ते साक्षात् तस्याः प्रादुर्भावः अभवत्, अयोनिजा अस्ति अहं. तत्र दशरथ नास्ति, जनकः तस्य पिता, तस्याः पिता अस्ति. सः तस्याः अनुरूपं सदृशं च अनुरूपं च महीपालः इत्युक्ते जनकः, महीपालः पतिं मम इत्युक्ते मम सदृशं मम अनुरूपं महीपालः पतिम् अध्यगच्छत् इत्युक्ते तत्र कोऽपि न प्राप्तवान् इति अर्थः. कोऽपि अनुरूपं मम अनुरूपं पतिं न प्राप्तवान् इति सीता वदति. अनुसूया यदा सीता तत्र वने दृष्टवती तस्मिन् सन्दर्भे सा एवम् उक्तवती, सदृशं च अनुरूपं मम अनुरूपं मम सदृशं पतिं महीपालः अध्यगच्छत् इत्युक्ते न प्राप्तवान् इति अर्थः. तदनन्तरं रामः आगच्छति, तत्सर्वं भवति. तत्र अनुरूपस्य उदाहरणम् अस्ति, तत्र मम अनुरूपम् इति उल्लिखितम् अस्ति. मम यथा अहं तथा कोऽपि पतिः न आसीत् इति, यदाहं तथा न कोऽपि न आसीत् इति. अनुगुणम् इति अपि वदामः, अनुगुणं तत् अनुगुणस्य उदाहरणमपि वाल्मीकिरामायणे अस्ति, तदपि प्रेषयिष्यामि. तत्र सुग्रीव वदति मम कर्म अपि च मम वाक् मम अनुगुणम् अस्ति, यथा मम स्वभावः अस्ति तथा अस्ति मम वाक् अपि च कर्म. वाली तस्य वचः अपि च तस्य कर्म तस्य अनुगुणम् आसीत् इति सः वदति. यथा वाली मृतवान् अभवत् तथा सः वदति, तादृशम् अस्ति. अस्तु, दीप्सार्थे तत्र सरला भगिनी पठति वा? भगिनि सरला भगिनी पठति वा? आमां श्रूयते. वीप्सार्थे, वीप्सा नाम पौनः पुण्यं वारं वारम् इति. अस्मिन् अर्थे प्रति इति अव्ययस्य प्रयोगः क्रियते. प्रति इति अव्ययस्य बहवः अर्थाः सन्ति, तेषु वीप्सा इति एकः अर्थः अस्ति. सामान्यतया प्रति इति शब्दस्य योगे द्वितीया विभक्ति भवति, अभितः परितः समया निकषाः प्रतियोगेऽपि इति वाटिकेन. अथ वीप्सार्थे विग्रहवाक्ये प्रति इति शब्दस्य योगे द्वितीया विभक्तिः दृश्यते. वीप्सार्थे इत्युक्ते पौनःपुण्यम् इत्युक्ते वारं वारं वारं वारम् इति पुण्यं पुनः पुनः इति यदि आगच्छति तस्य भावः भवति पौनः अतः इति वदति पौनःपुण्यम् इति आगच्छति. तस्य वीप्सा अर्थे यत् अव्ययं वयं योजयामः तस्य प्रति इति अव्ययस्य प्रयोगः भवति. प्रति अव्यय तस्य बहवः अर्थाः सन्ति यत् वीप्सात् अन्यतम अस्ति तेषु अन्यतम वीप्सा भवति. सामान्यतया प्रति यदि वयं वदामः यथा द्वितीया विभक्ति आगच्छति यथा वयं वाक्यं रचयामः अहं विद्यालयं प्रति गच्छामि इति तत्र विद्यालयम् इति योगे द्वितीया प्रतियोगे द्वितीया विभक्ति आगच्छति यथा अभित परित इति एते अपि अव्ययवाः सन्ति वार्तिकम् अस्ति समयानिकषाः प्रतियोगे अपि एतत् वार्तिकेन प्रति इति योगे सुबन्तपदस्य द्वितीयाभक्तिः आगच्छति. अतः वीप्सार्थे विग्रहवाक्ये प्रति इति शब्दस्य योगे अपि द्वितीयाविभक्तिः भवति. उदाहरणम् अस्ति अर्थम् अर्थं प्रति अर्थम् अर्थम् अत्र वीप्सा दत्तमस्ति अर्थम् अर्थम् इति वारं वारम् अर्थम् अर्थम् इति प्रत्यर्थं प्रति योग अर्थम् अत्र यणसन्धिभूता एको यणचि इति सूत्रेण प्रत्यर्थम् इति भवति. प्रक्रिया यथा अनुरूपम् इत्यस्य आसीत् तथैव सर्वासु विभक्तिषु पञ्चमी विहाय प्रत्यर्थम् इति समासः पञ्चमी विभक्त्यौ प्रत्यर्थ प्रक्रिया वदामि वा जस्ट् अग्रे वदतु भगिनि अग्रे एकम् एकं प्रति इति अस्ति खलु. अस्तु अस्तु तृतीयाविभक्तौ प्रत्यर्थं प्रत्यर्थेन सप्तमी विभक्तौ प्रत्यर्थं प्रत्यर्थे इति भवति. प्रत्यर्थम् इति अदन्तम् अङ्गमस्ति अतः तस्य अदन्त अङ्गस्य या प्रक्रिया अस्ति अव्यवतापसु बाधित न अव्ययो पञ्चमी न अव्ययी भावतो पञ्चम्या इति सूत्रेण तदनन्तरं तृतीया सप्तम्यो बहुलम् अमिरूपं तृतीया सप्तम्यो बहुलं इति सूत्रैः तृतीयाविभक्त्यां सप्त्यां विभक्त्यां भिन्न विकल्पेन रूपम् आगच्छति. पञ्चमी विभक्त्या प्रत्यर्थात् इति भवति. अग्रे अस्ति एकम् एकं प्रति प्रति पठामि पठतु भगिनि. एकम् एकं प्रति प्रत्येकं सर्वासु विभक्तिषु पञ्चमी विहाय प्रत्येकम् इति समासः पञ्चमी विभक्तौ प्रत्येकस्मात् तृतीयविभक्तौ प्रत्येकं प्रत्येकेन सप्तमी विभक्त्यौ प्रत्येकं प्रत्येकस्मिन् इति भवति. एकम् एकम् एकम् एकं प्रति अत्र एकमपि सर्वनामपद एव इति तस्य विभक्ति भवति अतः तृतीयां विभक्त्यां प्रत्येकं प्रत्येकेन पञ्चमीविभक्त्यां प्रत्येकस्मात् आगच्छति सप्तमी विभक्तौ प्रत्येकस्मिन् वा प्रत्येकम् इति आगच्छति. इदानीं तदनन्तरं सर्वादानि सर्वनामानि इति सूत्रेण पञ्चमी विभक्तौ अपि च सप्तमी विभक्तौ तत्र किं वैशिष्ट्यं वैशिष्ट्यं कति यथा अकस्मात् इति कस्मात् इति आगच्छति पञ्चमी विभक्तौ यदि अदन्तमगम् अस्ति तत्र वयं वदामः यथा रामात् इति भवति अत्र कस्मात् इति आगच्छति अस्मात् स्मात् इति योजनीयं भवति सर्वनामपदं भूत्वा तत्र प्रत्येकम् इति एकम् इति यत् अस्ति तत् सर्वनामशब्दः अस्ति तत्र सर्वादीनि सर्वनामानि इत्यस्ति तत् पठतु भगिनि. सर्वादीनि सर्वनामानि इति सूत्रेण सर्वादिगणे ये शब्दाः पठिताः तेषां सर्वनाम इति संज्ञा भवति. सर्वादिगणे पञ्चत्रिंशत् शब्दाः पठिताः सन्ति. सर्वादिगणम् एकं गणम् अस्ति, तस्मिन् सर्वे ये पदानि आगच्छन्ति तेषां सर्वनामसंज्ञा इति आगच्छति. एकमपि तेषु अन्यतम अस्ति, तस्य अपि सर्वनामसंज्ञा भवति. सर्वादिगणे एते शब्दाः पठिताः, सर्व विश्व उभ उभय दत्तर दत्तम् अन्य अन्यतर इतर त्व नेम सम सिम पूय परावर दक्षिणोत्तरा पराधराणि व्यवस्थायां संज्ञायां गणसूत्रं स्वमज्ञाति धनाख्यायां गणसूत्रम् अनन्तरं बहिर्योगो संज्ञानयोः गणसूत्रं त्यज् तद् यद् एतत् इदम् अतस्येक द्वि युष्मत् अस्मद् भवतु किम्. अस्माकं सामान्यतः वयं बहिर्योग संज्ञानयो गणसूत्रम् अन्तिम यत् पङ्क्तिः अस्ति तद् यत् एतत् वयं बहु सामान्यतया वयं तेषां प्रयोगं भवति कुर्मः. सत्यं तत्र एकः एक इति अपि उल्लेखितः अस्ति, उल्लेखितः अस्ति इति कृत्वा द्वि अपि अस्ति, सर्वनामशब्दः अस्ति, एक सर्वनामशब्दः अस्ति. एक इति सर्वनामशब्दस्य रूपं किम् इति कोऽपि वदति वा? एकनिमिषं भगिनी, पुनः आगच्छामि भवतीं प्रति. अरुणा भगिनी, भवती वदति वा एक इति शब्दस्य रूपं? एकनिमिषं भगिनी, भवती जानाति इति कृत्वा न पृच्छामि भवती. अरुणा भगिनी, अहं न जानामि महोदय, क्षम्यतां. भवतु, अस्तु. उषा भगिनी, भगिनी यथा सर्वतोति तत् उषा भगिनी नमस्कारः. एकम् एकः ऐ एम् आल्सो गोइङ्ग् टु ट्रै, प्रयत्नं करोमि. एकवचनमेव अस्ति, न न न, सर्वनामशब्द एकः अस्ति चेत् तत्र वचनेषु ओके ओके एकः एकौ एकाः एकम् एकौ नास्ति, एकाः नास्ति, एकः एकौ एके एके एके तदनन्तरम् एकम् एकौ ओ एके अगेन् एके एकान् एकान् ओके एकेन एकाभ्याम् एकैः एकाय एकाभ्याम् एकस्मै एकस्मै सारि सर्वास्मै सर्वस्मय्या एकस्मै एकाभ्याम् एकेभ्यः पञ्चमी एकस्मात् एकस्मात् एकाभ्याम् एकेभ्यः ज्ञात् नसिज्ञोः स्मात्स्मि नौ देट् ऐ रिमेम्बर् न न न सूत्रं वदतु इदानीं रूपं वदतु एक षष्टिविभक्ति विभक्ति सर्वस्य स्व एकस्य एकस्य एकयोः एका एकानाम् एकस्मिन् दोषः दोषः अस्ति एकानाम् नास्ति एकासाम् एकाशा आम् आम् एके न दोषः आमेव एकेषाम् ओके एकेषाम् एकस्मिन् एकयोः एकेषु अत्र एकसर्वनामशब्दस्य रूपाणि किञ्चित् भिन्नं भवति. तत्र प्रथमतया कुत्र द्रष्टव्यं, यदा सूत्राणि कुत्र अस्ति, तत्सम्बन्धीयसूत्राणि कुत्र सन्ति इत्युक्ते, तत्र सर्वादीनि सर्वनामानि इति प्रथम अध्याये एव अस्ति, प्रथमपुटे एव अस्ति, पुटसङ्ख्या अस्ति 37 पुटे. तत्र द्वितीयस्तम्भे अधो भागे सर्वनामसंज्ञा इति अस्ति, कुत्र कुत्र सर्वनामसंज्ञा भवति इति पाणिमहर्षि एकत्र दत्त एकत्र सज्जीकृतवान्. तत्र सर्वनामशब्द सर्वादीनि सर्वनामानि विभाषादिसमासे बहुव्रीहो एतेषु प्रसङ्गेषु तत्र सर्वनामसंज्ञा भवति, तत्रैव पूर्वपर दक्षिणोत्तर अपराधराणि व्यवस्थायां संज्ञायां सुमज्ञातिघनाख्यायाम् अन्तरं भगिरोगपसंज्ञानयोः इत्यपि सूत्राणि सन्ति. एतेषु प्रसङ्गेषु तत्र सर्वनामसंज्ञा भवति इति. इदानीं सर्वनामसंज्ञा अस्ति चेत् कार्यं किम् इति अवगन्तुं तत्र किं कर्तव्यं, तत्र सप्तमोऽध्याये प्रथमपादं प्रति गच्छेम. सप्तमोऽध्याये प्रथमपादः कुत्र अस्ति इत्युक्ते, तत्र नवदशाधिकैकशततमं पुटं 119 स्वीकुर्वन्तु, 119 स्वीकुर्वन्तु. सप्तमोऽध्याये प्रथमपादः प्रत्यय आदेशः, अत्र पश्यामश्चेत् तत्र प्रत्ययानाम् आदेशः सर्व एक इति अस्ति, एक इति एकयोग सु, तत्र एकयोग औ, तदनन्तरम् एकयोग सु औ जस्, एकः एकौ एके इति अस्ति. जस् इत्यत्र तत्र किं भवति इति द्रष्टव्यं, किमर्थं स एकाः नास्ति तत्र एके इति अस्ति, रामशब्दस्य एकाः रामाः इति भवति, अत्र एकशब्दस्य एके इति भवति, किमर्थम् इति पश्यामश्चेत् दशः शी इति सप्तदशतमं सप्तदशसूत्रम् अस्ति. दशः शी, दश इत्युक्ते दशः षष्ट्यन्तम् अस्ति, दशकस्थाने शी आदेशः, शी आदेशः भवति चेत् तत्र अनेकाचित् सर्वस्य इति तत्र सर्वादेशः भवति. अनेकाचित् सर्वस्य वयं जानीमः अलवन्तस्य इति तस्य अपवादः अस्ति, अनेकाचित् सर्वस्य षित् अस्ति चेत् षित् अस्ति चेत् तत्र अनेकाचित् जषस्थाने इकारः दृश्यते, तदनन्तरम् एकयोग इ गुणं कृत्वा तत्र एके इति भवति. तदनन्तरम् इदानीम् अस्माकं मुख्यविषयः कुत्र अस्ति चेत् पञ्चमीविभक्तौ अस्ति, पञ्चमीविभक्ति तत्र न्यसिंयोः स्मात्स्मिनौ, न्यसिंयोः इति पञ्चदशसूत्रमस्ति, न्यसिंयोः स्मात्स्मिनौ, न्यस् प्रत्ययस्य अपि च ङि प्रत्ययस्य तत्र स्मात् अपि च स्मिन् इति आदेशः भवति इति इदं सूत्रं वदति, न्यसिंयोः स्मात्स्मिनौ इति अस्ति. न्यस् इति पञ्चमीविभक्तिप्रत्ययः अस्ति, तत्र स्मात् इति भवति, तदा एकयोगस्मात् एकस्मात्, तदनन्तरम् एकयोग ङि इति सप्तमीविभक्तिप्रत्ययः अस्ति, तत्र स्मिन् स्मिन् इति प्रत्ययादेशः भवति, एकयोगस्मिन् एकस्मिन् तावदेव अस्ति. तदनन्तरम् एकेषु तत्र षष्टिविभक्तिसूत्रं किञ्चित् भिन्नस्थले अस्ति, तत् नुडागमः अमि तत्र एकेषाम् इति अस्ति खलु, तत् तस्य रूपं कथं भवति इत्युक्ते, तत्र अपरस्मिन् पुटे तत्र ते विंशत्यधिक एकशतम पुटे सुडागमः इति शीर्षकमस्ति, सुडागमः आमी सर्वनाम सुट् सुट् आगमः कुत्र भवति? आमी, आमी इति सप्तमी विभक्ति अस्ति. सर्वनाम्नः, सर्वनाम्नः आमी, सर्वनाम्नशब्दात् सर्वनाम्नः इति पञ्चमी अस्ति, सर्वनामशब्दात् तत्र आमी सप्तमी अस्ति. तत्र तदा तस्मात् पूर्वम् आम् प्रत्ययस्य पूर्वं सुट् आगमः भवति. सुट् आदन्तौ टकितौ इति सूत्रेण पूर्वं भवति. तत्र साम् इति भवति, तत्र एक साम् इति भवति. तदनन्तरं भल् बहुवचने जल्येत् इति सूत्रेण एके इति भवति. तदनन्तरं सकारस्य षत्वं भवति, इन्कोः इति सूत्रेण सर्वेषाम् इति भवति. एवं बहवः सूत्राणि सन्ति अस्मिन् प्रसङ्गे. इदानीम् अत्र एकस्मिन् एकस्मात् इति रूपद्वयं सर्वनामशब्दः अस्ति इति कृत्वा भवति इति ज्ञातव्यम्. एकनिमिषं महोदय, भगिनी वदतु. वयं सामान्यतया जानीमः सतौते संसौतान् तेन ताभ्यां ते एत विभक्ति यदि वयं जानीमः सर्वनामशब्दविभक्ति तस्य अनुगुणं भवति अपि. एवं सु औ इ इति कण्ठस्थीकरणम् इति वदति वा? तत्र यदि तद् शब्दः अस्ति तत्र सौते तं तौ कान्तेन ताभ्यां ते सत्यम् एकस्मिन् सर्वस्मिन् समानमस्ति समानमस्ति समानमस्ति सर्वे एकं कण्ठस्थीकरणं कुर्मश्चेत् पर्याप्तं भवति. कण्ठस्थीकरणं करोति कुर्मश्चेत् पर्याप्तं भवति सत्यं. सामान्यतः तत्र युष्मद् अस्मद् तदनन्तरम् इदं शब्दस्य अधशब्दस्य भिन्नरूपाणि भवन्ति. अस्तु महोदय, अरविन्द् महोदय पृच्छतु. प्रतिरूपस्य प्रसङ्गे कथोपनिषत् प्रथम द्वितीय अध्यायस्य द्वितीयवल्ली नवमश्लोकः अस्ति. अग्नेर् यथा योग्य एको भुवनं प्रतिष्ठो रूपं रूपं प्रतिरूपो बभूव एकस्तथा प्रतिरूपो बहिश्च. सत्यं सत्यं सत्यं तदपि अस्ति, बहु प्रसिद्धम् उपनिषद्वाक्यम् अस्ति तत्. आम् धन्यवादः महोदय. अहमपि सहतौ ते ऐ रिमेम्बर् बट् ऐ डिण्ट् रिमेम्बर् अत्र तत्र अरुणा भगिनी. आं महोदय. तत्र छात्रं छात्रं प्रति इति अस्ति, छात्रं छात्रं प्रति एवमेव छात्रं छात्रं प्रति प्रतिछात्रम् अत्र चे च इति सूत्रेण तद् भवति वा? कथं प्रतिछात्रम् इति भवति इति? छात्रं छात्रं प्रति छात्रं प्रति प्रतिछात्रं चे च इति सूत्रं षट् अध्याय प्रथमपाद त्रिसप्तति सप्ततमसूत्रम् इत्यनेन चकारे परे संहितायां विषये ह्रस्वस्वरस्य तुक् आगमो भवति. आद्यन्तौ टकितौ इति सूत्रेण इत्यनेन तकार उत्तरवर्ति इकारस्य अनन्तरं न तु पूर्वं तुक् इति आगमे ककारस्य इत्संज्ञः भूत्वा लोपः भवति उकारः उच्चारणार्थम्, अतः तकारः एव अवशिष्यति. प्रति योगः तु योगः च योगः आत्रं प्रति योग तकार चकार आत्रं स्तोश्चुनाश्चुः सूत्रेण सकारस्य वर्गस्य च स्थाने षकारस्य च वर्गस्य च आदेशः भवति. षकारस्य च वर्गस्य योजनेन प्रतिच्छात्रं प्रतिच्छात्रम् इति भवति. शेषसूत्रं वदति षकारपरे संहितायां काले अश्वस्वरस्य तुक् आगम तुक्कात्मस्वत्र आगच्छति चेत् आद्यन्तोतकितसूत्रेण स्वरस्य अनन्तरम् आगच्छति. उदाहरणे छात्र प्रतियोगः इकार अस्ति, तदनन्तरम् आगच्छति चकार आगच्छति पकार आगच्छति. प्रतियोगः चुकागम ककार इत्वर्णः उकारः उच्चारणार्थं स्वतः लोपः भवति, सकार एव अवशिष्यति. तदनन्तरं स्तोष्टु नास्ति इति सूत्रेण तकारचकार संहितमस्ति, ततः तकारस्थाने चकारः आगच्छति. रूपमस्ति प्रतिच्छात्रम् इति रूपं निष्पन्नं भवति. समीचीनं भगिनि. तत्र चेच इति नूतनसूत्रम् अस्ति. तत्र संहिता इति षष्ठाध्याये प्रथमपादे संहिता इति अधिकारः एकः अधिकारः अस्ति. तत्र पुटसङ्ख्या अस्ति, स्वीकुर्वन्तु कृपया. पुटसङ्ख्या द्व्यधिक एकशततमपुटं, तत्र 102 पेज् नम्बर् 102 संहिता अधिकारः इति अस्ति. अस्मिन् अधिकारे एव तत्र सन्धिसूत्राणि, अजन्त सन्धिसूत्राणि सन्ति. तदनन्तरम् अमिपूर्वः, तद् पदान्त नास्ति, तत्र अजन्तसन्धि सूत्राणि, एकः पूर्वप्रयोगः, इको एनचि, तदनन्तरम् आद्गुणः, वृद्धिरेचि, तदनन्तरम् अकसर्णदीर्घः इति प्रसिद्धानि सूत्राणि सन्ति. अत्र प्रथमं सूत्रम् अस्ति संहिताधिकारे चेच इति, प्रथमं सूत्रं चेच. इदानीं चेच इति दृष्ट्वा किम् इति अर्थः कः इति ज्ञातुं प्रयत्नं कुर्मश्चेत्, चे परे, चे सप्तमी विभक्तौ अस्ति इति कृत्वा परनिमित्तमस्ति. चे च इत्युक्ते किम् इति कथं जानीमः, किं सूचयति इति. पूर्वसूत्रे ह्रस्वस्य पीतीकृति, अस्मिन् प्रसङ्गे पीतीकृति इत्यस्य अवसरः नास्ति. ह्रस्वस्य तुक् इति आगमः, ह्रस्वस्य इति तत्र स्थानी अस्ति. ह्रस्वस्य तुक् आगमः, तुक् आदिन्दौ टकितौ इति यथा भगिनी प्रतिपादितवती, तुक् आगमः परे भवति. ह्रस्ववर्णस्य वर्णात् परे, ह्रस्ववर्णात् परे तुक् आगमः भवति, यथा छ इति वर्णः परे अस्ति चेत् इति अर्थः, अस्य सूत्रस्य अर्थः. समीचीनं भगिनि, उत्तमम्. तदनन्तरं तुगागमं भवति चेत् निश्चयेन तोष्टु नष्टुः इति कार्यं करोति, तकारस्थाने तकारादेशः भवति. तत् तु जानीमहे वस्तोष्टु नष्टुः. अत्र अस्तु, गोमति भगिनि. अस्तु महोदय. सामान्यतया अव्ययं विभक्ति समीप समृद्धिः इति, तत् पठति वा किञ्चित्? पठामि. सामान्यतया अव्ययं विभक्तिसमीप समृद्धि वृद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्य यौगपद्य सादृश्यसम्पत्ति साकल्य अन्तवचनेषु द्वितीयाध्याये प्रथमपादे षड् सूत्रे इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण. कारकप्रकरणे प्रति इति शब्दस्य कर्मवचनीयसंज्ञा भवति लक्षणेत्थं भूताख्यानभागवीप्सासु प्रतिपर्यनवः इति सूत्रेण. अस्मिन् सूत्रे वीप्सार्थे प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति. अनेन कारणेन प्रति इति शब्दस्य योगे अन्यशब्दस्य कर्मप्रवचनीययुक्ते द्वितीया इति सूत्रेण द्वितीया विभक्तिः भवति. कर्मप्रवचनीयसंज्ञायाः प्रयोजनमस्ति यत् यस्य कर्मप्रवचनीयसंज्ञा भवति तस्य योगे अन्यशब्दस्य द्वितीया भवति कर्मप्रवचनीययुक्ते द्वितीया इति सूत्रेण. अव्ययविभक्तिसमीप इति दीर्घसूत्रं तु नित्यरूपेण समाससंज्ञा विधीयते. विधायकसूत्रमस्ति तत् अत्र कर्मवचनीययुक्ते द्वितीया इति एकं सूत्रमस्ति. कर्मपदं द्वितीया विभक्तौ भवति. कर्मसंज्ञा द्वितीया विभक्तौ भवति इति अर्थम् अहम् अवगच्छामि. अनन्तरम् अत्र अनन्तरमेकं सूत्रमपि अस्ति लक्षणे इत्थं भूताख्यानभागवीप्सासु प्रतिपरि अनवः इति सूत्रेण. अस्मि वीप्सार्थे वयं वीप्सार्थे अव्ययस्य उपयोगं कुर्मः विधायकसूत्रे. अत्र वीप्सार्थे प्रति इति अव्ययपदं स्वीकुर्मः. अत्र प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति. कर्मप्रवचनीययुक्तद्वितीया इति सूत्रेण तस्य द्वितीया विभक्ति भवति यदा वयं तस्य उपयोगं कुर्मः चेत्. अस्तु भगिनि, अत्र लक्षणे इत्थं भूताख्यान भाग दीप्सासु, तत्र लक्षणे इत्थं भूताख्यान भाग वीप्सासु वीप्सासु वीप्सासु इति वीप्सा इत्यस्य उल्लेखः कृतः अस्ति. वीप्सासु प्रति परि अणु इति प्रतिपरि अणु प्रतिपर्यणवः. प्रतिपर्यणवः इत्युक्ते किं? प्रति परि अणु प्रतिपर्यणवः बहुवचनम् इति. तत्र कर्मप्रवचनीया इति संज्ञा भवति इति. इदानीं प्रति इति वीप्सार्थे उपयोगं कुर्मश्चेत् तत्र द्वितीयपदे प्रति इति लिखितमस्ति. एवमेव परि इति पदं स्वीकुर्मश्चेत् तदपि उपयोगं कुर्मश्चेत् तत्र वीप्सार्थे न भवति. परि इति उपयोगं कुर्मश्चेत् तदपि कर्मप्रवचनीयसंज्ञा प्राप्नोति. एवमेव अणु कर्मप्रवचनीयसंज्ञा भवति तस्य. इदानीं वीप्सार्थे प्रति इति तत्र प्रति इति निपातः अस्ति. एकनिमिषं तत्र पुटं स्वीकुर्मः, तदा किञ्चित् स्पष्टः भवति. तत्र प्रथम अद्य चतुर्थपाद पुटसङ्ख्या अस्ति पञ्चचत्वारिंशत्. स्वीकृतवन्तः वा? 45-44. अत्र लक्षणे इत्थं भूत्वा 90 90 सूत्रमस्ति. लक्षणेतं प्रथम द्वितीयस्तम्भे प्रथमसूत्रं लक्षणेतं भूताख्यान भागवीप्सासु प्रति प्रतिपर्यणवः इति स्पष्टतया प्रति इति पृथक् कृतवती माता वीप्सासु इति वीप्सासु इत्यपि पृथक् कृतवती वीप्सासु भागवीप्सासु इति अस्ति. इदानीं तत्र प्रथमस्तम्भे वयं तत्र शीर्षकं किम् इति पश्यामश्चेत् कर्मप्रवचनीयसंज्ञाधिकारः इति अस्ति. इदानीं प्रति इति शब्दं दीप्सार्थे उपयोगं कुर्मश्चेत् तदा कर्मप्रवचनीयसंज्ञा भवति इति अर्थः. कर्मप्रवचनीयाः इति अस्ति, ततः तत्र अनुतिरूपेण तद् आगच्छति. तदा प्रति इति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति. प्रति इति सामान्यतया निपात प्रागिरीश्वरनिपाताः चादिवसत्वे एतेषाम् उपसर्गसंज्ञा, तदनन्तरं प्रादिसंज्ञा, चादिसंज्ञा इति अस्ति तस्य प्रति इति शब्दस्य. इदानीम् अस्मिन् प्रसङ्गे तस्य कर्मप्रवचनीयसंज्ञा भवति इति दीप्सार्थे उपयोगं कुर्मश्चेत् तस्य कर्मप्रवचनीयसंज्ञा भवति इति अर्थः. इदानीं कर्मप्रवचनीयसंज्ञा अस्ति चेत् किं भवति इति द्रष्टव्यम्. इदानीं तदर्थं कुत्र गन्तव्यम् इत्युक्ते द्वितीय अध्याये तृतीयपादे पुटसङ्ख्या अस्ति 49 अणभिहिते इति अधिकारः. अणभिहिते अधिकारः इत्युक्ते विभक्त्यर्थः कुत्र भवति इति, द्वितीयाविभक्ति कुत्र भवति इति लिखितमस्ति. द्वितीयाविभक्ति कुत्र कुत्र भवति, तत्र अष्टमसूत्रमस्ति कर्मप्रवचनीययुक्ते द्वितीया. यदा कर्मप्रवचनीयशब्देन प्रति इति शब्देन कर्मप्रवचनीयसंज्ञा अस्ति, तेन सह युक्तः पदं द्वितीयाविभक्तौ भवति इति अर्थः. इदानीं गृहं तत्र वीक्षार्थे इति गृहं गृहं प्रति, अस्मिन् प्रसङ्गे तत्र कर्मप्रवचनीयसंज्ञा वीक्षार्थे अस्ति इति कृत्वा प्रति इति योगेन तत्र कर्मप्रवचनीयसंज्ञा भवति. कर्मप्रवचनसंज्ञा भवति चेत् तत्र गृहम् इति यत् पदमस्ति सर्वदा तत् द्वितीयाविभक्तो भवति इति अर्थः. अवगतं वा? अवगतं. तदेव वयम् उपपदविभक्ति इति वदामः. सत्यं भगिनि. वयं पठितवन्तः प्रति इत्यस्य उपयोगं यथा कुर्मः तथा द्वितीयविभक्तौ कर्मपदं भवेत् इति पठामः. सूत्रं न जानामि. सत्यं, तद् तु भिन्नम् अस्ति भगिनि. प्रति केवलं प्रति तथा गृहं प्रति गच्छति. अहमपि अधिकं न जानामि यत् अत्र अस्ति तदेव जानामि. तत्र गृहं प्रति गच्छति इत्यस्य अनेन सूत्रेण भवति वा इति नास्ति. तत्र दीप्सार्थे यत् अस्ति तस्य कर्मप्रवचनीयसंज्ञा अस्ति. कर्मप्रवचनीयसंज्ञा अस्ति चेत् तदा द्वितीयविभक्तो भवति इति अर्थः. गृहं प्रति गच्छति तत्र द्वादश सूत्रमस्ति. कर्मणि द्वितीया चतुर्थ्या कर्मणि गत्यर्थकर्मणि वा? आमाम्, अत्र द्वादश भगिनि सूत्रमस्ति. द्वितीयकर्मणि द्वितीया एकनिमिषं. कर्मवचनीय कर्मसंज्ञा कर्मसंज्ञा सत्यम् अष्टां द्वादश तत्र द्वादश कर्मणि द्वितीयचतुर्थौ चेष्टायाम् अनर्जुनि इति अस्ति. सत्यं भवतु, अहं किञ्चित् तत्र अवलोक्य अस्तु. इदानीम् अग्रे तत्र उषाभगिनी पठति वा दीप्सार्थे कर्मप्रदर्शन्या भवति वृक्षं वृक्षं न तत् तस्मात् पूर्वं वीक्षार्थे प्रतियुक्तस्य तत्र वृक्षं वृक्षं प्रति इति अस्ति खलु वृक्षं वृक्षं प्रति सिञ्चति सिञ्चति तस्मात् पूर्वं तस्मात् पूर्वं तस्मात् पूर्वं सामान्यतया अव्ययं वीक्षार्थे वीप्सार्थे प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा वीप्सार्थे ओके वीप्सार्थे वीप्सा नाम पवनपुण्यं दट् वि डिड् रैट् न तत्र गृहं गृहं प्रति प्रति गृहं सामान्यतया इति भगिनी पठितवती वीप्सार्थे प्रति इत्यस्य कर्मसंज्ञा भवति अनेन करणेन प्रति इति शब्दस्य योगे न दृश्यते वा सामान्यतया अव्ययं विभक्ति इति करपत्रं टु रिफ्रेश् सम्यक् नाम दोषः अस्ति यथा वृक्षं वृक्षं यथा वृक्षं वृक्षं प्रति सिञ्चति सर्वान् वृक्षान् एकैकं सिञ्चति इत्यर्थः अस्मिन् वाक्ये प्रति इत्यस्य प्रयोगः वीप्सार्थे दृश्यते इति कारणेन प्रति इति शब्दस्य योगे वृक्षं वृक्ष इति शब्दस्य द्वितीया विभक्तिः विधीयते कर्मप्रवचनीययुक्ते द्वितीया इति सूत्रेण वृक्षं वृक्षं प्रति सिञ्चति सर्वान् वृक्षान् एकैकं सिञ्चति इत्यर्थः प्रति इति इत्यस्य प्रयोगः वीप्सार्थे दृश्यते तस्मात् कारणात् वृक्ष इति पदं द्वितीया विभक्ति भवति सो वृक्षं वृक्षं प्रति सिञ्चति तदा इदानीं लौकिक अलौकिकविग्रहः किं कथं भवति प्रति अलौकिकविग्रहः वृक्षयोगः अं योगः प्रति सत्यं प्रति सत्यं वृक्षयोग अं इति भवति द्वितीयविभक्ति प्रत्ययं योजयामः अं योगप्रति तदा किं भवति वृक्षयोगः अं योगः प्रति वृक्षयोगः अं योगः प्रति युवन् द होल् प्रक्रिया किञ्चित् तत्र क्रमशः वदतु किं भवति सारांशरूपेण वदतु पूर्णतया वदतु नावश्यकं सारांशरूपेण प्राकडारात् समासः इति प्राकडारात् समासः इति सूत्रेण समाससंज्ञा भवति अव्ययीभावः इति सूत्रेण अव्ययीभावसंज्ञा भवति अव्ययं विभक्तिसमीपसमृद्धिविरुद्धिः अर्थाभाव अत्यय सम्प्रति इति दीर्घसूत्रेण वीप्सा योग्य यथा अर्थे वीप्सार्थे प्रति प्रति इति अव्ययं भवति प्रति इति अव्ययं वृक्षं वृक्ष इति शब्देन समस्यते देन् प्रति वृक्षयोगः अं योगः प्रति इति स्थिते अम् इति सुप्रत्ययः लोपः भवति सुपोधातुप्रतिपदिकयोः इति सूत्रेण देन् उपसर्जनसंज्ञा उपसर्जनसंज्ञा कथं पदं किं पदम् उपसर्जनसंज्ञा भवति इति निर्णयितुं शक्यं अव्ययं विभक्तिसमीपसूत्रेण अव्ययम् इति विधायकसूत्रेण अव्ययम् इति पदं प्रथमाविभक्तिः अस्ति, तत्कारणात् प्रथमाविभक्तौ अस्ति, तत्कारणात् प्रति इति पदस्य प्रति इति पदम् अव्ययसंज्ञा भवति. प्रति इति अव्ययं उपसर्जनसंज्ञा भवति. उपसर्जनं पूर्वम् इति सूत्रेण पूर्वप्रयोगः अस्ति. प्रति इति योगः वृक्ष प्रतियोगवृक्ष इति भवति. प्रतियोगः प्रतियोगवृक्ष प्रतियोगः वृक्ष इति स्थिते अव्ययी भावः इति सूत्रेण अव्ययं भवति. प्रतियोगः वृक्ष इति नपुंसकलिङ्गं भवति. भिन्न अव्ययी भावश्च सूत्रेण भिन्न प्रतियोगः वृक्ष प्रतियोगः वृक्ष इति अकारान्तपदम् अकारान्तः नपुंसकलिङ्गं ह्रस्वोनपुंसके प्रातिपदिकस्य इति सूत्रेण परिवर्तनं नास्ति. प्रतियोगः वृक्ष इति अस्ति. सुप्रत्ययः विधीयते. सुप्रत्ययः विधीयते न अव्ययीभावात् अतोम्त्वपञ्चम्याः इति सूत्रेण अकारान्त अङ्गस्य अङ्गं चेत् अम्भावः. सो वृक्षयोगः वृक्ष सर्वासु विभक्तिषु अं योगः अं विधीयते. प्रतियोगः वृक्षयोगः अम् इति चेत् प्रतियोगः वृक्षम् इति पदं निष्पन्नं भवति. सर्वासु विभक्तिषु प्रतिवृक्षम् इति भवति पञ्चमी विभक्तिं विहाय. तृतीया सप्तम्योर्बहुळम् इति सूत्रेण तृतीया सप्तमी विभक्तौ प्रतिवृक्षेण प्रतिवृक्षे इति रूपाणि भवति. प्रतिवृक्षेण प्रतिवृक्षे सप्तमी विभक्ति. यदि प्रति इति अव्ययस्य योगे नित्यसमासः भवति. अव्ययं विभक्तिसमीपसमृद्धिविरुद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भावपश्चात् यथा आनुपूव्ययोगपद्यसादृश्य सम्पत्तिसाकल्य अन्तवचनेषु इति समासविधायकसूत्रेण नित्यसमासः भवति. तर्हि कुत्रापि वाक्ये वीप्सार्थे प्रति इति शब्दस्य योगे द्वितीया विभक्तिः कदापि न भवति. एवञ्चेत् कर्मप्रवचनीयसंज्ञायाः प्रयोजनं नैव सिध्यति. अतः तन्निवारणाय अत्र समासः नित्यः न भवति अपि तु विकल्पेन. अनेन व्यस्तप्रयोगः अपि शक्यते. समस्तप्रयोगः अपि शक्यते. अनेन व्यस्तप्रयोगः अपि शक्यते. समस्तप्रयोगः अपि शक्यते. अर्थं प्रति इति वाक्ये अपि अर्थमर्थं प्रति इति वाक्ये अपि प्रयोक्तुं शक्नुमः. यथा वाक्ये वृक्षं प्रति सिञ्चति, नो चेत् समासे प्रतिवृक्षं सिञ्चति इति. ओके, द्वितीयरूपाणि कर्तुं शक्नोति. वृक्षं प्रति सिञ्चति, प्रतिवृक्षं सिञ्चति इति. प्रतिवृक्षम् इति समस्तपदं नित्यरूपेण नित्यसमासः भवति. नित्यसमासः भवति चेत् किमर्थं नित्यसमासः अव्ययं विभक्तिसमीपसमृद्धिसूत्रेण नित्यसमासः भवति. विभाषा नित्यसमासः अव्ययं विभक्तिसमीपसमृद्धि इति सूत्रं विभाषासूत्रे प्राक् अस्ति, पूर्वम् अस्ति. समीचीनं. नित्यसमासः भवति. वीप्सार्थे प्रति इति शब्दस्य योगे द्वितीया विभक्तिः कदापि न भवति. ऐ डिड् नाट् फालो वै देयर्. तर्हि कुत्रापि वाक्ये वीप्सार्थे प्रति इति शब्दस्य योगे द्वितीया विभक्तिः कदापि न भवति. एवं चेत् कर्मप्रवचनीयसंज्ञायाः प्रयोजनं नैव सिद्ध्यति. I'm not very clear on that. That is why both the things are allowed. That I follow, but I don't follow the reason. Karna bhagini bhagati bhagati na? Tasya aashya kaha sarla bhagini? यदि नित्यसमासः केवलं भवेत् तद् द्वितीयरूपं प्रति इति यो न भवितुं शक्नोति. अतः कर्म प्रवचनीयसंज्ञायाः प्रयोजनं यदि अस्ति तत्र विकल्पेन आगच्छति. रूपं द्वयं अव्ययीभावसमासः. पूर्वं सर्वे समासाः यत् वयं दृष्टवन्तः रूपाणि नित्यरूपेण एव केवलम् अस्ति. लता अनुरूपम् इति एकम् एव अस्ति, किन्तु प्रति इति वयं द्वे रूपं द्वयं कर्तुं शक्नुमः. एकं भवति प्रतिवृक्षम् आवृक्षं वृक्षं प्रति इति अपि भवितुं शक्नोति. तत्र वृक्षं वृक्षं प्रति आगच्छति कर्मवचनीययुक्ते द्वितीया इति सूत्रेण. अतः विकल्पेन रूपं द्वयं भवति. अत्र वीप्सार्थे यत्रूपमस्ति तद् वैकल्पिकम् अस्ति. तत्र सूत्रं व्यर्थं न स्यात् इति कृत्वा वीप्सार्थे यथा इति अर्थे वीप्सार्थे इदानीं प्रति इति प्रयोगं भवति चेत् तत्र तद् वैकल्पिकरूपम् इति स्मर्तव्यम्. तस्य कारणमस्ति यदा यत्तु भवत्या उक्तं नित्यमस्ति चेत् तत्र सूत्रस्य सूत्रं व्यर्थं भवति. कर्मप्रवचनीयुक्ते द्वितीया अपि च दक्षिणे इत्थं भूताख्यान इति सूत्रेण तत्र प्रति कर्मप्रवचनीयसंज्ञा भवति. कर्मप्रवचनीयसंज्ञा भवति चेत् द्वितीयविभक्ति भवतु इति अस्ति. तत्र कर्मप्रवचनीयुक्ते द्वितीया इति सूत्रेण द्वितीयविभक्ति भवतु इति अस्ति आशय कापाणिमहर्षेः. एवं सति तदा इदानीम् अत्र नित्यसमासः इति वदामश्चेत् तदा तद्रूपं न सिद्ध्यति इति कृत्वा अस्मिन् प्रसङ्गे अविभावसमासः नित्य नास्ति इति अर्थः. अस्तु, एक्सेप्शनल्. सत्यं. यद्यपि अन्येषु अर्थेषु तत्र नित्यरूपं प्राप्नोति, अस्मिन् अर्थे तत्र वैकल्पिकं रूपमेव विकल्परूपमेव प्राप्नोति. अस्तु, इतोपि अस्ति, तत् अग्रिमवर्गे कुर्मः. महोदय नमस्कारः. केवलं द्वितीयाविभक्तिरूपमेव वृक्षं वृक्षं प्रति प्रतिवृक्षं भवति. अन्यविभक्तौ अन्यविभक्तिषु यथा वयं अस्माभिः कृतं तदा एव भवति न? लैक् प्रतिवृक्षं तस्य रूपाणि प्रतिवृक्षम् इति अत्र अविभावसमासः न भवति खलु तत्र वीसार्थे नास्ति खलु प्रति वृक्षं प्रति बालः गच्छति इत्यत्र वीसार्थः अस्ति वा नास्ति खलु तत् कर्मप्रवचनीय कर्मप्रवचनसंज्ञा अपि न भवति कर्मप्रवचनीय वीसार्थे प्रति इति शब्दस्य कर्मप्रवचनसंज्ञा भवति केवलं समासे एव इदानीं वीसार्थे एव नास्ति खलु अत्र स्थगयामः सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः नमस्कारः धन्यवादः।